नमस्कारः. स्थानिलद्भावः इति विषयः अनुवर्तते अस्मिन् सप्ताहे. तत् समाप्य वयम् अदादिगणीय धातूनां अदादिगणे हलन्तदातवः इति करपत्र अस्ति खलु, तत् करपत्रस्य अन्तिमभागं पश्यामः. अस्तु, तर्हि अधुना विषयः अस्ति स्थानिवद् भावः इति सूत्रमस्ति, स्थानिवदादेशो निविदौ इति. तर्हि किम् इत्युक्ते, यत्र आदेशः भवति स्थानीयस्य, वयं दृष्टवन्तः खलु प्रथमकाले स्थानी अस्ति, अनन्तरं किं भवति, एकं सूत्रम् आगत्य कार्यं करोति, येन स्थानिनः स्थाने आदेशः आयाति. अनन्तरं किं, तृतीयकाले अन्यत् विधिसूत्रम् आगत्य कार्यं कर्तुम् इच्छति. अधुना अस्माकम् आदेशः अस्ति खलु, आदेशः स्थानिवद् भवति. कुत्र कुत्र स्थानिवद् भवति, वयं काशिकवाक्यं दृष्टवन्तः खलु, धातुवङ्गकृत् अद्यत अव्ययस्तु तिङन्तपदादेशाः इति. तत्र सर्वत्र आदेशः स्थानिनः स्वभावं धर्मं स्वीकरोति. किन्तु अनल् विदौ इति सूत्रे उक्तमस्ति. अनल् विदौ इत्युक्ते तत्र तु विशेषसप्तमी अस्ति अनल् विदौ इति. अल्विधि कार्यं यत्र वर्तते तत्र आदेशः स्थानिवद्भावं न स्वीकरोति, अन्यत्र सर्वत्र स्थानिवद्भावं स्वीकरोति इति सूत्रस्य सारांशः. अधुना किमित्युक्ते, अग्रे महोदयेन अग्रे अपि विवृतमस्ति, किमित्युक्ते अत्र अनल् विदौ इति यत् उक्तमस्ति तत्र तु अनल् विदौ इति अल् विधिः नास्ति इति अनल् विदौ खलु, यथा वयम् अधर्धर्मः अधर्मः इति वदामः तादृशम् अल् विधिः अस्ति अल् विदौ, तस्यैव विपरीतत्वेन अनल् विदौ इति उक्तं सूत्रे. न अल् विदौ इत्युक्ते किम्, अत्र अल् विदौ इत्युक्ते तत्र तु समासः अस्ति, तृतीय तत्पुरुषसमासः इति विवृतमस्ति. तत्पुरुषसमासः यत्र उच्यते तत्र तु विग्रहवाक्यम् अस्माभिः उदाहरणार्थं वयं पूर्वमेव दृष्टवन्तः खलु, वयं समासपाठे पठितवन्तः विषयम् अनुसृत्य समासस्य विग्रहवाक्यं कर्तव्यम्. तर्हि अत्र विग्रहवाक्यं वैयाकरणैः उच्यते, विग्रहवाक्यं त्रिविधाः भवितुमर्हन्ति इति. प्रथमम् अस्ति चतुर्विधः, प्रथमम् अस्ति अलाविधिः इति समासस्य विग्रहवाक्यं वक्तुं शक्यते, तत्रापि सूत्रार्थः सूत्र सञ्जायते सङ्गच्छति. अनन्तरं द्वितीयबिन्दुः अस्ति द्वितीयसमासस्य विग्रहवाक्यमस्ति, समासस्य द्वितीयविध विग्रहवाक्यमस्ति अलोविधिः इति, पञ्चमी तत्पुरुषमपि स्वीकर्तुं शक्यते अस्माभिः, तत्रापि सूत्रं सङ्गच्छति. अनन्तरं षष्ठी तत्पुरुषः अलः विधिः इति षष्ठी तत्पुरुषः, तत्रापि सूत्रं सङ्गच्छति. अनन्तरं चतुर्थबिन्दुः अस्ति अलिविधिः इति, सप्तमी तत्पुरुषरूपेण अस्माभिः वक्तुं शक्यते, तत्रापि सूत्रं सङ्गच्छति. तर्हि अस्माकम् अल्विधि इति सूत्रे यत् उक्तमस्ति तत्र तु तत्पुरुषसमासः चतुर्विधाः भवितुमर्हति, भिन्नरूपेण तस्य विग्रहवाक्यं वक्तुं शक्यते. तृतीया तत्पुरुषस्य पश्यामः चेत् अलाविधिः इति उक्तम् आसीत् गते सप्ताहे, वयं दृष्टवन्तः यत् इत्युक्ते निमित्तं साक्षात् पूर्वं नास्ति, साक्षात् परं नास्ति, स्थाने अपि नास्ति, स्थानिनि अपि नास्ति, किन्तु अन्यत्र यत्र कुत्र दूरे यत्रापि भवितुम् अर्हति तर्हि तत्तु अलाविधिः इति वदामः. उदाहरणार्थं दृष्टवन्तः वयं व्यूडोरस्केन इति पदं, व्यूडं प्लस् उरः इति इत्यस्य समासं कर्तव्यं. तर्हि प्रथमं वयं समासं कुर्मः चेत् किं कुर्मः, प्रथमं कुप् इत्यस्य लोपः भवति, तर्हि प्रातिपदिकं केवलं प्रातिपदिकं स्वीकुर्मः समासं कर्तुं, तर्हि समासं निर्मातुं तर्हि व्यूड प्लस् उर इति अस्ति, उरस् इति प्रातिपदिकं. तर्हि उड व्यूड प्लस् उडस्थितिः अस्ति. अनन्तरम् उडः प्रभृतिभ्यः कप् इत्यनेन उडः प्रभृतिभ्यः बहुव्रीहे कप्रतेः आयाति इति कृत्वा अत्र दिनसूत्रमस्ति. अत्र तु व्यूड प्लस् पुरस् योगः क इति. अनन्तरम् आग्गुणः इत्यनेन गुणः व्यूडोर क इति. अधुना पदान्तसकारस्य ऋत्ववसर्गौ इत्यनेन व्यूडोरः योगः कः क इति आयाति. सोपपदौ इत्यनेन पदान्तविसर्गस्य पाशकल्पककामि इत्येषु परेषु सकारादेशः इति उक्तमस्ति. तर्हि व्यूडोरस्य इति शब्दः तृतीयविभक्तिः एकवचनविवक्षायां टा प्रत्ययः इति कृत्वा तस्य स्थाने इन् अपि आदेशः भवति. सारांशः एवमेव अस्ति. व्यूडोरस्केन इति पदस्य निर्माणे वयं प्रथमं तु व्यूडोरस्क इति अभवत् अस्माकं निर्माणम्. अधुना किम् अस्ति, अस्माकं तु प्रत्ययः अस्ति, तृतीयविभक्ति एकवचनस्तु प्रत्ययः अस्ति, ता प्रत्ययः, तस्य स्थाने इण् आदेशः भवति, इण् इति आदेशः. तर्हि व्यूडोरस्केन इति पदं निर्मामः. अधुना किम् अस्ति, अत्र रेफः अस्ति, तर्हि साक्षात् पूर्वं नास्ति रेफः, साक्षात् परमपि निमित्तं रेफम् अस्माकं निमित्तमस्ति, नत्वस्य निमित्तं. वयं पूर्वमपि पठितवन्तः रेफः नत्वस्य निमित्तम् अस्ति. अधुना रेफः साक्षात् नत्वं कुत्र सम्भवति, नकारस्य स्थाने, अन्तिमे नकारः अस्ति खलु, तर्हि नकारः स्थाने अस्ति. स्थानिनेः साक्षात् पूर्वमपि नास्ति, साक्षात् परमपि नास्ति, स्थानिनी अपि नास्ति इति कृत्वा, किन्तु रेफः उपादायां नास्ति, दूरे अस्ति खलु. रेफनकारयोः मध्ये कियान्तः वर्णाः सन्ति, रेफः अस्ति, अनन्तरम् अकारः अस्ति, सकारः अस्ति, सकारः अस्ति, अनन्तरम् इकारः अपि अस्ति, अनन्तरमेव नकारः आयाति. तर्हि अत्र निमित्तं दूरे अस्ति. दूरे अस्ति चेदपि पुत्रस्य प्रसक्तिः भवति एव, स्थानिवदादेशो वनविधौ इत्यस्य प्रसक्तिः भवति एव इति कृत्वा अत्र वयं वक्तुं शक्यते यत्र निमित्तं दूरे अस्ति, किन्तु तथापि स्थानिवद् आदेशो नल्विदौ इति अस्माभिः वक्तुं शक्यते. किन्तु अत्र किम् अस्ति, अत्र नकारः अपि अस्ति, मध्ये स्थितः सकारः नत्वं प्रति बाधा, किन्तु सकारः विसर्गस्य स्थाने आगतः इति. सकारः तु विसर्गस्य स्थाने आगतः, विसर्गः अयोगवाहेषु अन्यतमः इति कृत्वा अट्प्रत्याहारे परिगण्यते. अनेन सकारे स्थानिवद्भावं कृत्वा अट्प्रत्याहारे स्वीकृते चेत् नत्वं भवेत्. परन्तु अत्र विसर्गनीयः अल्वर्णः, तस्य च कारणेन नत्वं भविष्यति इति, अतः अलाविधिः इत्यनेन सकारे स्थानिवद्भावो न भवति. तर्हि अन्तिमनक अट्कुप्वाङ्गं व्यवायेति इत्यस्य स्थाने अस्ति नकारः. किन्तु अधुना वयं पश्यामः अत्र सोपपदौ इति अस्ति इति सूत्रम् आगत्य कार्यं कृतं, यत्र रेफस्य स्थाने सकारः आगतः, किन्तु सः च सकारः, क्षम्यतां, विसर्गस्य स्थाने सकारः आगतः, तर्हि सः च सकारः विसर्गस्य स्वभावं स्वीकरोति किम् इति प्रश्ने सति, विसर्गस्य स्वभावं न स्वीकरोति. किमर्थम् इत्युक्ते अल् विधिकार्यं अल् यत् अल् अल् अल् आश्रितं धर्मं न स्वीकरोति इति सारांश. अत्र प्रश्नः अस्ति किम्? अग्रे सरला भगिनी पठति किम् अलो विधि पञ्चमी षष्ठी वदति किं स्मरति चेत् वदति किम्? अस्तु, पञ्चमी तत्पुरुषः अस्ति यदि परकार्यमस्ति, अत्र उदाहरणम् अस्ति दिव्योगसु, तत्र दिव् प्रथमकालं भवति दिव्योगसु, प्रथमसूत्रम् आगच्छति दिव् औत् इति प्रातिपदिकं दिव् अस्ति, तत्र वकारस्य स्थाने औ आदेशः भवति. इदानीं वकार इति स्थाने अस्ति, औ आदिष्ट अस्ति तत्र, सो दि औ योगस्य भवति. तदनन्तरम् इको यरचि इति सूत्रेण दकार औकार मध्ये द्यौ योगस्य इति भवति. इदानीं हल्याङ्ग्यभ्यो दीघात् श्रुतिशप्रक्तम् इति सूत्रेण सकार अपृक्त संज्ञा अस्ति, तस्य लोपः भवति स्म, किन्तु द्यौ आगत्य तत्र औ तस्य पूर्व अस्ति, तत् वकारस्य स्थानी भावः न करोति. कारणं कि हल्याङ्गभदीघासुति सप्रक्त इति विधिसूत्रं तत्र वर्णनिमित्तकं कार्यमस्ति. हल् यदि पूर्वम् अस्ति त अपृक्तसंज्ञा तस्य लोप हल् सकारस्य अपृक्तसंज्ञा भवति. किन्तु हल् पूर्वम् इदानीं वकारत्वम् औ इति स्थानिवद्भावः न स्वीकरोति. अतः अल् निमित्तम् अल् विधिः न भवति, निषेधं भवति तत्र. सो अनल् विधिः इति वयं वदामः, तत् कार्यं न भवति. सो द्यौ इति निष्पन्नं भवति तत्र. सो पञ्चमी कार्यम् अस्ति. सो त्रीणि प्रथमम् अस्ति स्थानी वकारस्थानी, द्वितीयं कार्यम् अस्ति आदेश अस्ति औ, तत् तृतीयकार्यमस्ति अल् विधि. विधिसूत्रं यदि आगच्छति तत्र स्थानिवद्भावः न भवति, वर्णनिमित्तं कार्यमस्ति. अतः अलो विधि इति वयं वदामः, कारणं कि साक्षात् पञ्चम स्थानी अस्ति, तस्य परं कार्यम् अस्ति अतः. अत्र निमित्तम् अस्ति अस्माकं हल्याभ्य दीर्घसूत्रस्य प्रथमं हल् इति सूत्रस्य निमित्तम् अस्ति पूर्वं अस्तु भगिनि, धन्यवादः मणिमहोदय. अलो विधिः षष्ठी तत्पुरुषः, एकनिमिषं महोदय, षष्ठी तत्पुरुषः स्थानीभूतस्य अलः स्थाने एव केनचित् विधिना इष्टं कार्यमस्ति चेत् तस्मिन् विधौ कर्तव्ये आदेशस्थानिवद्भावः न भवति. उदाहरणं द्युकामः इति पदं, कामयते इति कामः, दिवः कामः इति ग्रहसमासे कृते, द्युयोः काम, दिव उत् इत्यनेन द्युः प्रातिपदिकस्य न तु द्युर् धातोः वकारस्य उकारादेशः, द्युयोः उयोः काम इकोयनचि इति सूत्रेण द्युयोः काम इति उकारस्य उकारस्थानिवद्भावं कृत्वा लोपोयोर्वलि इत्यनेन उकारलोपः स्यात्. अलः स्थाने विधिः भवति चेत् अलो विधिः इति कृत्वा स्थानिवद्भावो न भवति. द्युकाम इति प्रातिपदिकतौ एकवचने द्युकामः सिद्धः. अत्र दत्तं द्यु वकारः स्थाने द्युयोः काम इति प्रथमकालः, द्युयोः काम इति द्वितीयकालं, द्युयोः काम आर् अथवा द्युयो यु उकारः द्वितीयकालं, महोदय सन्देहः अस्ति, किं महोदय अहं न अवगच्छामि. प्रथमकाले दिव्योगः काम इति अस्ति, अनन्तरं सूत्रम् आगच्छति कार्यं करोति दिव्योग दिवोत् इत्यनेन. अधुना द्वितीयकाले वकारस्य स्थाने उकारः आगतः, तर्हि दियोगः उयोगः कामः काम इति अस्ति. इको एणस् इत्यनेन द्यू इति अभवत्. अस्तु, धन्यवादः महोदय. अत्र विधिसूत्रम् अस्ति लोपोव्योर्वलि. दिव्योः वकारनिमित्तं लोपोव्योर्वलि वलि काम् काकारः काम् वलि अस्ति, अतः वकारस्य लोपं भवितुम् अर्हति अर्हति. इदानीं द्वयोः कामः वकारस्य स्थाने उकारः भवति, अतः द्विकामः इति उकारः लोपं भवितुम् अर्हति. अनल् विधौ स्थानिवत् अनल् विधौ इति सूत्रेण, परन्तु विधिः अल्विधिः अस्ति स्थानिवत् वकारस्य स्थाने अस्ति. यद्यपि वकारः विकारः भवति उकारः इति दिवौत् इति सूत्रेण, वकारनिमित्तं यत् आश्रितकार्यं वकारे अस्ति तत् विकारस्य स्थाने उकारस्य आरोपितं न शक्यते, अतः अल्विधिः न भवति. अतः द्युकामः प्रातिपदिकं द्युकामः एव सिद्ध्यति. धन्यवादः. अत्र किमर्थं षष्टि तत्पुरुष इति वदामः? अत्र प्राणि अस्ति, तत्र एव निमित्तम् अस्ति, तदेव निमित्तम् अस्ति लोकोपयोगले इति सूत्रे. धन्यवादः. आं भगिनि, अलि विधिः सप्तमी तत्पुरुषः. अत्र को केचन पूर्वकार्यम् अल्विधिः आगच्छति, केचन परकार्यम् अल्विधिः आगच्छति. अस्तु, अलिविधि सप्तमी तत्पुरुष, अलि परे पूर्वस्य विधेः कर्तव्ये सति अल् स्थाने आदेशस्य स्थानिवद्भावः न भवति. पूर्वस्य विधे कर्तव्ये अति सति अल् स्थाने आदेशस्य स्थानिवद्भावः भवति. क इष्टः इति पदानि यज् धातुः योगः त, अत्र यज् योगः त वचि स्वपि यजादीनां किति इत्यनेन सम्प्रसारणम् तत्र यकारस्य परिवर्तनम् आगच्छति. इ आ ज योगः ता, अत्र पूर्वरूपैकादेशः इत्यनेन इज् एव तिष्ठति, सम्प्रसारणच्च इत्यनेन न भगिनि तत्तु ई अकार अस्तु कारस्य लोपः. व्रश्च व्रश्च सृज मृज यजराज ब्राजश्च शां शः इत्यनेन व्रश्च व्रश्च सृज मृज मृज यजराज ब्राज चकारान्ता शकारान्ताः चैषां धातूनाम् अन्तिमवर्णस्य स्थाने शकारादेशः. इष् योगः त इष्टुनाष्टुः इत्यनेन इष्टा इति आगच्छति, तकारस्य परिवर्तनम्। इतस्मात् पूर्वं किं योगः सु अत्र किमः कः इत्यनेन किं शब्दस्य विभक्तिप्रत्यये परे क आदेशः, का योगः स ससजोषोः इत्यनेन कर् योगः इष्टा, यज् धातोः सम्प्रसारणेन निष्पन्नस्य इकारस्य यकारस्थानिवत् भावः कृत्वा, हशि च इत्यनेन अप्लुतहि ह्रस्व अकारात् परस्य रेफस्य उकारादेशः हशि परे, का योगः इष्ट इति का योगः उ योगः इष्ट इति भवति स्म, परन्तु हशि परे इत्यस्य कथनेन अलिविधिः इति कारणतः इकाररूपादेशे यकारत्वस्य स्थानिवद्भावः न भवति, यकारस्य स्थानिवद्भावः न भवति। कर् योगः इष्ट एव तिष्ठति, भो भगो अघो पूर्वस्य योषि इत्यनेन अकारोत्तरस्य रु शब्दस्य रेफस्य यकारादेशः अशिपरे, कै योगः इष्ट लोपः शाकल्यस्य इत्यनेन अपूर्वयोः पदान्तयोः वकारैकारयोः लोपः विकल्पेन भवति, अशिपरे क इष्टः वा कैष्टः। अत्र का इष्टः इति समासः अस्ति, अत्र कथं लोपो व्योर्वलि इत्यनेन क इष्टः नो चेत् कैष्टः लोपः शाकलयस्य इत्यनेन यकारस्य लोपः विकल्पेन का इष्टः लोपः नास्ति चेत् क इष्टः। अत्र किम् इत्युक्ते किं शब्दस्य प्रातिपद्य अत्र आयाति, शब्दस्य विभक्तिरूपम् अत्र आयाति, किं शब्दस्य विभक्तिरूपम्, अनन्तरं यज् धातोः स्वरूपं तद् निर्मामः, तदं किं वाक्यं किं भवति। तत्र यज् धातोः इक्त इति योजयामः चेत् प्रथमं किं भवति, वचस्पति यदा वचस्पति यजादीनां किति इत्यनेन कित् अस्ति इति कृत्वा तत्र सम्प्रसारणकार्यम्, अनन्तरं सम्प्रसारण यथा भगिनी उक्तवती सम्प्रसारणाच्च इत्यनेन पूर्वपरयोः एकः पूर्वरूपादेशः, तर्हि यकारस्य स्थाने इकारः, अनन्तरं यकारे परे यकारः अस्ति तदपि अस्ति, अनन्तरं ज त इति अस्ति त इति प्रत्ययः, तर्हि अत्र पूर्वरूप आदेशः भूत्वा किज् इति रूपं, किज् योगः त, अनन्तरं किज् अधुना सन्धिकार्यं दृश दश इत्यनेन अन्तिमजकारस्य स्थाने शकारः, तर्हि इष् योगः त, ष्टुनाष्टुः इत्यनेन इष्ट इति निर्मामः, अनन्तरं निर्माणं भवति पदनिर्माणम्। अनन्तरं किमस्ति अधुना सुप्रत्ययः आनयामः, अत्र किमस्ति क्षम्यतां किम् इति पदस्य किमः किम् इति अस्ति खलु, किम् इति प्रातिपदिकस्य सु आनयामः खलु प्रथमाविभक्त्यां, तर्हि क इति किन्तु किमः कः इति सूत्रेण किं शब्दस्य विभक्तिप्रत्ययपरे क इत्येव आयाति, तर्हि क योगः स इति आदौ, अत्र क स अनन्तरम् इष्ट इति भवेत् इष्टः इति, तर्हि अत्र क योगः स तत्र ससश्वरुः इत्यनेन पदान्तसकारस्य रु आदेशः करुयोगः इष्ट. अधुना यजुधातोः सम्प्रसारणेन निष्पन्न इकारस्य इकारस्य स्थानिवद्भावं कृत्वा हसी च इति वक्तुं शक्यते किम् इति प्रश्नः. अत्र करुयोगः इष्ट इति अस्ति खलु, अत्र वयं यदि वक्तुं शक्यते हसी च इति सूत्रं कार्यं कर्तुं शक्नोति यदि यकारः परे स्यात्. किन्तु अधुना यकारस्य स्थाने इकारः आगतः, तर्हि हसी च इति स्वीकर्तुं न शक्यते. किमर्थम् इत्युक्ते इकारस्य यकार वर्णनमिति वर्णधर्मं तत्र न आरोपितुं शक्नुमः इति कृत्वा, धर्मं न भवति इति कृत्वा, केवलम् इकारस्य प्रतिष्ठति इति कृत्वा अत्र हसी च कार्यं कर्तुं न शक्नोति. तर्हि हसी च न कार्यं करोति चेत् किम् अग्रे किं भवति इत्युक्ते सारांशः एवमेव अस्ति, हसी च कार्यं करोति इति सारांशः. किन्तु साक्षात् अग्रे कार्याणि किम् इत्युक्ते करयोगः इष्ट इति स्थितौ. अधुना भोगो भो भगो अगो अपूर्वस्य यशि योषि इति सूत्रेण अपूर्वकरेपस्य अशि परे यकारादेशः भवति, रुशब्दस्य स्थाने यकारादेशः भवति, तर्हि तयोगः इष्ट इति रूपं, तर्हि कयिष्ट इति वाक्यं भवति. कयिष्टः इति प्रथमविभक्तिं, यदि तप्रत्ययस्य तु इष्टः इति रूपं, तर्हि कयिष्टः इति रूपम्. अनन्तरं वाक्यं, तर्हि यदि वयं लोपः शाकलयस्य इति कुर्मः चेत् शाकलयस्य मध्येन यकारस्य लोपः भवति, तर्हि क इष्टः इति वाक्यमपि भवति. अत्र किम् आसीत् अस्माकं अत्र अलिविधिः अधुना पश्यामः खलु. अलिविधिः अधुना किम् अस्ति, यत्र वयं क रु इश् प्लस् इष्ट इति स्थितौ इति यत् स्थानी यत् स्थानीनः स्थाने यत् आदेशः अभवत् तत्तु कार्यमत् अस्ति रेफस्य, अधुना रेफस्य उकारत्वं खलु, रेफस्य उकारत्वं न भवति, तत्तु अस्ति अस्माकं नूतन द्वितीयकालं. प्रथमकालमस्ति यत्र यजुधातुः आसीत्, अनन्तरं द्वितीयकालमस्ति अस्माकं यजुधातोः यकारस्य स्थाने इकारः आगतः, तर्हि इष्ट इति अस्ति. अधुना तृतीयकालं यत् अस्ति अस्माकं हसी च आगत्य कार्यं कर्तुम् इष्टति इच्छति, किन्तु रु इत्यस्य स्थाने अस्माभिः उकारं न आनेतुं शक्नुमः. किमर्थम् इत्युक्ते हसी च न कार्यं करोति, निमित्तं तु परे अस्ति इति कृत्वा अलिक् विधिः इति वदामः. निमित्तं किमस्ति, अत्र यकारः परे निमित्तं यकारः अस्ति चेत् हसी च कार्यं कुर्यात्, किन्तु अधुना इकारः एव अस्ति, आदेशस्य यकारत्वं वयं न आरोपितुं शक्नुमः इति कृत्वा हसी च कार्यं न करोति. भोग अगो भो भगो अगो अपूर्वस्य योषि इति सूत्रेण शब्दस्य स्थाने यकारः आदेशः भूत्वा क इष्टः कैष्टः इति रूपद्वयम् तर्हि अत्र प्रश्नः नास्ति खलु. अस्माकं स्थानिवद् आदेश अनल्वेदः इत्युक्ते केवलं एवमेव आदेशः स्थानिवद् भवति, स्थानिनः गुणधर्मः सर्वे गुणधर्मः स्वीकरोति, केवलम् अल् गुणधर्मं न स्वीकरोति इति, अल्लाश्रितं गुणधर्मं न स्वीकरोति. अत्र अल्लाश्रितं गुणधर्मम् इति पश्यामः चेत् अल्विदौ इति उक्तमस्ति तत्पुरुषसमासः इति सूत्रे, तर्हि अलाविधिः निमित्तं कुत्रचित् अपि भवितुमर्हति, दूरे भवितुमर्हति, निमित्तं पूर्वं भवितुमर्हि अलोविधिः इति पञ्चमे तत्पुरुषः अपि स्वीकुर्मः, अलोविधिः इति षष्ठी तत्पुरुषमपि स्वीकर्तुं शक्यते, नो चेत् अल्विधिः इति निमित्तं परे अपि भवतु, नाम अल्विधिः कार्यं न कर्तुं शक्यते इति. अलाश्रितं कार्यं अनन्तरं किम् अस्ति पुनः भगिनि, अत्र ऋकारस्य तदेव तद् आगच्छति, तद् स्थाने एतनेन ऊ न च आगच्छति न रु इत्यस्य स्थाने ऊ न आयाति किमर्थं तस्य निमित्तं किं परे यत् इकारः एतस्य अधुना इष्ट इति इकारः तत्तु पूर्वम् इकारः आसीत् इकारः आसीत् चेत् हशिष कार्यं कुर्यात् अधुना इकारः अस्ति तर्हि तत्तु कार्यं न करोति खलु तत् इकारः यकारः न भवति इति इकारस्य स्थाने आगच्छति यकारस्य स्थाने इकारः आगतः आगतः तत् यकारं यकारस्य अल् धर्मं न स्वीकरोति अकारात् ह्रस्व अकारात् परस्य रु रु उकारादेशः भवतीम् अर्हति न तद् नागच्छति उकार नागच्छति भगिनी पृच्छतु यद्भवती उक्तवती अहम् एकवारं प्रक्रियायाः विषये किञ्चित् तत्र वदामि परन्तु मम अवगमनं सम्यक् नास्ति परन्तु अत्र अलिविधिः इत्यस्मिन् विषये अत्र केवलं प्रक्रियायाम् एव अहम् अवगन्तुं शक्तवती अत्र अहं किञ्चित् वदामि मम अवगमनं सम्यक् नास्ति किमर्थं चेत् प्रथमवारम् अहं श्रुतवती एतानि पदानि अत्र अहं चिन्तयामि कैष्टः इति पदम् अत्र विकल्पेन रूपद्वयम् आगतं कथम् एतानि एतत् पदद्वयम् आगतम् इति अत्र चिन्तनं दत्तमस्ति कायोगः इष्टः इति रूपं कथम् आगतं प्रथमतया यज् धातुं स्वीकृत्य क्ताप्रत्ययं योजयामः तदा क्ता इत्यस्मात् तकारः तिष्ठति तत्र वचस्वपि यजादीनां किति इति सूत्रेण अत्र क्ताप्रत्ययः कित् प्रत्ययः इति भूत्वा अनेन सूत्रेण तत्र सम्प्रसारणं भूत्वा यकारस्य स्थाने ई आदेशः भवति अकारः तथावत् तिष्ठति अतः ई योगः आयोगः जकारः अपि च त अत्र एव सम्प्रसारणाच्च इति सूत्रं कार्यं करोति अनेन सूत्रेण पूर्वरूपादेशः पूर्वरूपम् एकादेशः भवति इत्युक्ते अत्र यकारस्य केवलं इकारः आगतः अतः अकारः न आगच्छति अकारयोः स्थाने इकारः पूर्वपरयोः स्थाने पूर्वरूपम् इत्युक्ते इकार अकारयोः स्थाने इकारः आगतः अतः इज्योगः त अनन्तरम् अत्र सन्धिकार्यं भवति अत्र सूत्रमस्ति व्रश्च भ्रश्च सृज मृज यज राजभ्राज छषां शः शः शः शः इत्युक्ते षकारः आदेशः भवति अत्र षकारः आदेशः इत्यर्थः सूत्रेण इत्युक्ते अत्र निमित्तमस्ति इज् इज् अस्ति इति कारणतः अत्र षकारादेशः भवति इत्युक्ते भ्रश्च भ्रश्च सृज मृज यज राजराज चकारान्ताः षकारान्ताः च येषां धातूनाम् अन्तिमवर्णस्य स्थाने षकारादेशः भवति इत्युक्ते अत्र अनेन सूत्रेण दीर्घसूत्रेण जकारस्य स्थाने षकारादेशः अभवत् अतः एव इष् आगतम् इष् योगः त अधुना ष्टुनाष्टुः इति सूत्रेण अत्र तकारस्य स्थाने मूर्धन्य टकारादेशः अभवत् अतः इष्टरूपमागतम् अत्र इत्युक्ते अत्र पदद्वयम् अस्ति तस्मिन् इष्टः इष्ट इति एकं पदम् अनन्तरम् अत्र एतस्मात् पूर्वं का अस्ति का इति कथमागतम् इति चिन्तयामश्चेत् तस्मात् पूर्वं किं योगः सु अत्र किमः कः इति सूत्रेण किं स्थाने किं शब्दस्य स्थाने प्रथमाविभक्ति एकवचन प्रत्ययं योजयामश्चेत् किं शब्दस्य विभक्तिप्रत्यये परे किमः कः सूत्रेण किं स्थाने का आदेशः भवति, किं स्थाने का आदेशः भवति, अपि च सु इत्यस्मात् तत्र उपदेशजनुनासिक इत्यनेन उकारः अपगच्छति वा? रु इति आदेशः अत्र केवलं क्षम्यतां क्षम्यतां सु इत्यस्मिन् आं सत्यं भगिनि उपदेशजनुनासिकः इत्यनेन अपगच्छति, सः एव तिष्ठति सा तिष्ठति. अनन्तरम् अत्र ससुजिशोरुः इति सूत्रेण अत्र अत्र ससुजिशोरुः इति सूत्रेण सकारस्य स्थाने रेपादेशः भवति वा? आं भगिनि, रु इति आदेशः, सकारस्य स्थाने रु इति आदेशः. सकारस्य स्थाने रुः इत्युक्ते रु आदेशः भवति, रु आदेशः अपि अजननासिकः अस्ति, इत्युक्ते अत्र परन्तु अत्र कर् एव दत्तमस्ति, रु आदेशः तत्र उकारस्य उपदेशे रकारस्य सकारस्य स्थाने रेफादेशः भवति, अतः कर् आगतं. करयोगः इष्ट, अपि च एत् धातोः सम्प्रसारणेन निष्पन्नस्य इकारस्य यकारस्थानिवद्भावं कृत्वा हाशीच इत्यनेन अप्लुत ह्रस्व अकारात् परस्य रुसम्बद्धरेपस्य उकारादेशः हाशीपरे इति भवति स्म इति उक्तमस्ति. किञ्चित् वदतु भगिनि अस्मिन् विषये. तदेव अस्माकम् अल्विधि अस्ति खलु, अल्विद् अल्विद् स्थानिवद् आदेशौ अनल्विधौ इति पश्यामः चेत् तत्र प्रथमं स्थानिवद् आदेशौ इति आदेशः इति यत् वदामः तत्र किं वदति सूत्रं, किं तस्य अर्थं किम् इत्युक्ते आदेशः स्थानिवद् भवति इति, इत्युक्ते आदेशः स्थानिनः गुणधर्माः सर्वे गुणधर्माः स्वीकरोति इति. तर्हि अत्र इति स्थगितं चेत् सर्वे गुणधर्माः स्वीक्रियते आदेशः. किन्तु अत्र सूत्रे पाणिनिः उक्तवान् किम् इत्युक्ते अनल्विधौ इति उक्तम्, अल्विधि कार्यं न स्वीकरोति इति, अल्विधि अलाश्रितं गुणधर्मं न स्वीकरोति इति. इत्युक्ते यत् यकारस्य स्थाने इकारः आगतः, इकारः साक्षात् यकारः न भवति, इकारः एव यकारः इति न वक्तुं शक्यते. तर्हि अत्र अस्माकं हशीचे इति सूत्रे हश् प्रत्याहारस्य कश्चन वर्णः स्यात् इति खलु अस्ति खलु, तर्हि यकारः हश् प्रत्याहारस्य एकः अन्यतमवर्णः अस्ति, किन्तु इकारः तथा नास्ति खलु. तर्हि हशीच इति अलाश्रितं गुण अल् आश्रितं सूत्रमस्ति, यकारम् अपेक्षते खलु, यकारस्य अपेक्षा अस्ति तत्र, किन्तु इकारः तत्र न हशीच इत्यस्मिन् नास्ति इति कृत्वा इकारस्य एकारं वयं न आरोपितुं शक्नुमः खलु. उदाहरणार्थं सामान्यतया यत्र गुणाश्रितं सम्भवति इत्युक्ते अत्र प्रथमं तु उदाहरणार्थं वदामि, अस्माकं जि इत्युक्ते जि इति अस्ति, तर्हि जि इति तिङ् प्रत्ययः अस्ति खलु, तर्हि जि स्थाने अन्त आदेशः भवति जोन्तः इत्यनेन, तर्हि जि अपित् अस्ति इति कृत्वा अन्तपि अपित् इति एव स्वीकुर्मः, जि स्थाने अपित्, तर्हि जि अपि सुप्रत्ययस्य अपित् अपित् इति क्षम्यताम् अन्त् इति यत् आदेशः अस्ति, अन्ति इति वयं रूपं निर्मामः, तदपि बहुवचने तदपि किं प्रत्ययः एव प्रत्ययस्य जि प्रत्ययः अस्ति इति कृत्वा अन्ति इत्यपि प्रत्ययः इति एव स्वीकृतः. तर्हि जि इत्यस्य सर्वे गुणधर्माः स्वीकरोति अन्ति, केवलम् अल्लाश्रुतं न स्वीकरोति. किमपि सूत्रं जकारम् अपेक्षते चेत् तद् न करोति अन्ति इत्यस्मिन्, किमर्थम् इत्युक्ते अन्ति इति अकारम् अस्ति आदौ, अकारः अस्ति जि अपि प्रत्ययः अस्ति, अङ्क्य अपि प्रत्ययः अस्ति, जि तिङ् अस्ति, अङ्क्य अपि तिङ् अस्ति, जि इति बहुवचनप्रत्ययः अस्ति, अङ्क्य अपि बहुवचनप्रत्ययः अस्ति. तर्हि जि इत्यस्य यः किमपि गुणधर्माः सन्ति तद् जि अपि तस्ति, अङ्क्य अपि अपि अस्ति. तत्र गुण कुदन्तलकुदन्तस्य च वा सर्वदा तस्य भवति, कार्यं न सम्भवति, तत्र द्वयमपि न सम्भवति. तर्हि अस्तित् नास्ति, दीप्तित् नास्ति, अपि अन्त्यपि तित् नास्ति. तर्हि द्वि इत्यस्य यत्किमपि गुणधर्माः अस्ति सन्ति तद् सर्वम् अन्त्यपि सित् द्वि इत्यस्य स्थाने अन्तादेशः भवति खलु, इति कृत्वा. किन्तु केवलम् अल्लाश्रितं न स्वीकरोति, जकारान् किमपि सूत्रं जकारम् अपेक्षते चेत् तद् अत्र न कार्यं करोति. किमर्थमित्युक्ते अन्त्ये चेत् न कारणं तथा एव अत्रापि यत् यज् इति धातुः अस्ति, पुनः इज्जति धातुः एव, इज्जति अपि धातु धातुधर्मं स्वीकरोति, किन्तु इति कृत्वा एव ब्रह्मब्रह्मसूत्रं कार्यं करोति खलु. सूत्रे तु यज इति उक्तमस्ति, अत्र तु इज इति न उक्तमस्ति. यज् दातुम् अपेक्षते, अपेक्षां करोति ब्रह्मब्रह्मसूत्रं, किन्तु अधुना इज् एव अस्ति. तथापि यज् इति यत् आदेशः आगतः तद् इज् इति आदेशः, तत्तु यज् इत्यस्य गुणधर्मं स्वीकृत्वा धातुः तद् यज् इत्यस्य कृते यत्किमपि सूत्रमस्ति तत् सर्वं तत्र कार्यं कर्तुं शक्नोति. इत्यस्मात् एव वृषभृष कार्यं करोति. किमर्थमित्युक्ते वृषभृष यज् इति दातुम् अपेक्षां करोति, तद् तु इज्जति यज् एव इति कृत्वा कार्यं तत्र भवति, षकारः आह्यन्ते. किन्तु यदि वर्णनिमित्तिकं वर्ण आश्रितं कार्यं किमपि आगत्य कार्यं कर्तुम् इच्छति चेत्, उदाहरणार्थं हसि च, अत्र न कार्यं करोति. किमर्थमित्युक्ते हसि च यकारम् अपेक्षां करोति, अत्र इष्ट इत्यस्मिन् इकारः नास्ति खलु, अत्र यकारः नास्ति, इकारः एव अस्ति इति कृत्वा तत्र हसि च कार्यं करोति. धन्यवादः. धन्यवादः भगिनि. अस्तु सरला भगिनि. एतत् सर्वं मनसि निधाय अधुना पुनः चिन्तनीय यत् अत्र हुजर्भ्योः दीपूरं भवति चेत् अनन्तरं शाहौ इत्यस्य कार्यं सम्भवति, शाहौ पूरं भवति चेत् भगिनि ध्वनिः सम्यक् न श्रूयते भगिनि, भवत्याः किञ्चित् अस्तु पुनः पठामि. एतत् सर्वं मनसि निधाय अधुना पुनः चिन्तनीयं यत् अत्र हुल्झल्भ्यो हेदि षष्ठमध्यास चतुर्थपादे एकाधिकम् एकशतं तं सूत्रं पूर्वं भवति चेत् अनन्तरं शाहो षष्ठमध्यास चतुर्थपादे पञ्चत्रिंशत्तमसूत्रम् इत्यस्य कार्यं सम्भवति वा शाहो पूर्वसूत्रं भवति चेत् अनन्तरं हुल् छल्भ्यो हेदि परसूत्रम् इत्यस्य कार्यं सम्भवति वा इति इदं परिस्थितिद्वयम् अस्माभिः परिशीलनीयम्. इदानीम् अस्माकं प्राकृतविषयः शास्योगः लोट् लकारे मध्यमपुरुष एकवचने का स्थितिः अस्ति. हुल् छल्भ्यो हेदि परसूत्रं यदि अस्ति तस्य कार्यं प्रथमं भवति वा शाहो पूर्वसूत्रं तस्य कार्यं भवति इति, तस्य परिस्थितिः किं भवति इति अग्रे दत्तमस्ति. पठामि भगिनि. अस्तु. हुजल्भ्यो हेदि षष्ठम् अध्यायस्य चतुर्थपादे एकाधिकम् एकशतं तमं सूत्रम् इति परसूत्रं तर्हि विप्रतिषेधे परं कार्यम् इत्यनेन प्रथमं भवति चेत् शास् योग हि हुजल्भ्यो हेधि इत्यनेन हि स्थाने धि आगच्छति, शास् योग धि. अधुना शाहौ षष्ठमध्यायस्य चतुर्थपादे पञ्चत्रिंशत्तमसूत्रम् इति सूत्रस्य प्रवर्तनार्थं हि नास्ति, अतः स्थानिवद्भावेन अयं धी हि इव भवितुम् अर्हति न वा इति सतौ शाहौ इति सूत्रस्य प्रवर्तनार्थम् अनिमित्तं नास्ति, अपि तु धातु यः प्रत्ययः च अतः अत्र स्थानिवद्भावेन अयं धी हि एव भवति इति कृत्वा शाहौ इत्यस्य कार्यं प्रवर्तते एव। अनेन शाहौ पूर्वपरप्रसङ्गी एतस्माच्च नित्यसूत्रं नित्यवात् प्रथमं प्रवर्तनीयम्। इदानीं यदि हुझर्भ्यो हे भि पर सूत्रमस्ति, शाहो इति पूर्वसूत्रमस्ति, द्वयो एकस्मिन् एकत्र आगत्य यदि तस्य कार्यं कर्तुम् इच्छति तत्र विप्रतिषेधे परं कार्यम् इति सूत्रेण परसूत्र बलवत् भवति, तस्य कार्यं पूर्वं यदि वयं कुर्मः शास् योगहि इति अवस्थायां हुझर्भ्यो हे धि सूत्रेण हि स्थाने धि आगच्छति, निमित्तम् अस्ति सकार झल् वर्ण अस्ति हि परे अस्ति, सो शास् योग धि भवति। अधुना यदि शाहो पूर्वसूत्रं यत् अस्ति तत् आगच्छति तस्य कार्यं भवति वा न इति शाहो इति तस्य निमित्तम् अस्ति हि प्रत्यय, इदानीं धि आगत्य हि तत्र नास्ति किन्तु कथं कार्यं भवति, अत्र अल्विधि भवति वा न इति द्रष्टव्यं। प्रथमकालम् अस्ति शास्योगहि, द्वितीयं कालमस्ति आदेशः हि स्थाने धि हुझर्भ्यो हे धि प्रथमसूत्रम्। इदानीं द्वितीयसूत्रं शाहो विधि सूत्रम् अस्ति, तत्र शाहो इति अल् निमित्तं कार्यं नास्ति अत्र, कारणं कि यत्र हौ अस्ति अत्र हि परे अस्ति, तत्र हि इति भवति प्रत्ययनिमित्तं कार्यं न तु वर्णनिमित्तं कार्यं। सो यदि धि आगच्छति स्थानिवद् भवति, यदा स्थानिवत् आदेशो अनल्विधौ तस्य प्रथमभाग स्थानिवत्, सो धि हि इत्य प्रत्यय हि प्रत्ययस्य भावं स्वीकरोति, अतः शाहो इति हि पश्यति पुनः तस्य कार्यं भवितुं शक्नोति स्थानिवत् भाव इति सूत्रे स्थानिवत् भाव स्वीकृत्य, शास् पुनः शाधि इति भवति तत्र अपि शास् स्थाने शा आगच्छति शाधि इति भवति, किन्तु यदि शाहो पूर्वम् आगच्छति तत् शाहो पूर्वसूत्रमस्ति, यदि पूर्वसूत्रम् अस्ति तस्य कार्यं पूर्वमपि भवितुं शक्नोति कार्यस्य अनन्तरमपि भवितुम्, अतः तत् शाहो भवति नित्यसूत्रं। सो नित्यवात् तत् हुझर्भ्यो हे धि परसूत्रस्य अपेक्षा नित्यसूत्रं बलवत् भवति, तो शाहो इति सूत्रस्य कार्यं पूर्वं भवति, सो तस्य यदि पूर्वं भवति शाहो तत् स्थिति भवति भगिनि अग्रिमे अस्ति पूर्वत्रासिद्धं न नित्यवात् अस्ति भवति नित्यसूत्रं पूर्वत्रासिद्धं अस्तु भगिनि अत्र तु सपादसप्ताध्यायम् अस्ति खलु भगिनि पूर्वत्रासिद्धम् इति नास्ति, तत्तु अष्ट त्रिपाद्यमेव आयाति खलु भगिनि अत्र अत्र यथा श्वः भगिनी उक्तवती अत्र पूर्वत्र सिद्धमनेन तत्र शास्त्रासिद्धं कार्यासिद्धम् इति मतद्वयमस्ति तत्र. अत्र विप्रतिषेधे परं कार्यम् अत्र तयोर्मध्ये भेदः कः अत्र पूर्वत्रासिद्धम् अपि च विप्रतिषेधे परं कार्यम्? पूर्वत्रासिद्धम् इति अत्रपादसप्ताध्याय्यां पूर्वत्रासिद्धम् अत्र तु अस्माकं सूत्राणि सपादसप्ताध्यायीसूत्राणि खलु. अत्र तु बलाबलचिन्तनम् इति पृथक्तया महोदयेन पाठ्यते बलाबलचिन्तनम्. अत्र अत्र प्रथमं तु पूर्वत्र किं प्रतिष्ठ्यते परं कार्यमिति आयति, अनन्तरं पूर्वपरं पराजयते. किञ्चित् बृहत् बृहान् विषयः इत्युक्ते इत्युक्ते केवलं पूर्वत्रासिद्धम् इति सूत्रं त्रिपाद्यामेव अत्र त्रिपाद्यां तत्र एव केवलं त्रिपाद्यामे, परन्तु अत्र विप्रतिषेधे परं कार्यम् अत्र विप्रतिषेधे परं कार्यम् अत्र तु विप्रतिषेधे परं कार्यम् अत्र अन्यत्र अन्यत्र लब्धावकाशः अस्ति चेतपि विप्रतिषेधे परं कार्यम् अस्ति इति बृहत् चर्चा अस्ति. अन्यत्र लब्धावकाशः अन्यत्र लब्धावकाशः अस्ति चेत् कार्यं करोति वा? एतत् सूत्रे द्वेषिते यदि एकस्मिन् काले एकस्थले आगत्य तत्र द्रष्टव्यं भवति द्वयोः चिन्तनद्वयं भवति एकमस्ति पूर्वप्रसिद्धम् इति क्षम्यतां विप्रतिष्ठ्यते परं कार्यमिति, अन्यत् अस्ति पूर्वपरनित्य अन्तरङ्ग नित्य अन्तरङ्गानां नित्य अन्तरङ्ग किमस्ति अपवादानाम् उत्तरोत्तरं बलिः अस्ति इति. अत्र तु अस्माकं विषयमस्ति पूर्वपरनित्य इति कृत्वा नित्यसूत्रम्, अपवादत्वम् अत्र नास्ति, अन्तरङ्गं बहिरङ्गम् इत्यपि कार्यं नास्ति इति कृत्वा नित्यत्वं पश्यामः. अत्र नित्यत्वम् इति अस्ति इति कृत्वा कृताकृतप्रश्ने नित्यत्वम् अस्ति इति कृत्वा अत्र तदेव महोदय अत्र पूर्वपरप्रसङ्गी इति उक्तवान् कृताकृतप्रसङ्गी इत्यस्मिन् नित्यत्वम् अस्ति इति कृत्वा नित्यसूत्रं क्षाहौ इति नित्यसूत्रं तस्य कृते प्रायः भिन्न बृहत् करपत्रमस्ति भगिनि प्रायः दिनत्रयस्य वा चतुष्टयस्य वा क्षम्यतां न न अस्माकं कृते अपि किञ्चित् क्लेशः एव तत्तु बृहत्कार्यमस्ति. इतोपि विषयाः सन्ति यत् वयं न पठितवन्तः, किन्तु पूर्णतया प्रायः किञ्चित् किञ्चित् अल्पयता महोदय विषयः तस्मिन् विषये पश्यामः प्रायः महोदय पाठयिष्यति इति मन्ये. अग्रे पठतु भगिनि भवत् किं भगिनि अग्रे प्रायः मणिमहोदय पठति समयः अतीतः पठामि महोदय. साहौ तर्हि पूर्वं भवति एव सास् हि योः हि साहौ एकं समाधि साहौ सा योः हि अधुना हौजल्भ्योः दि सूत्रस्य प्रवर्तनार्थं जल् प्रत्याहारस्य सकारः अपेक्षितः सः च सकारः स्थानिनि सास् धातु आसीत् किन्तु सा इति आदेशे नास्ति. अत्र अल्मित्तकविधिः अस्ति, कीदृशः अलो विधिः पञ्चमीतत्पुरुषः. एतस्मात् कारणात् सा आदेशः सास् सा आदेशे सास् इति स्थानिनः सकारत्वं न आगच्छति. तदर्थं भूजल्भ्यो हरिति इति सूत्रं सान्वयद्भावं कृत्वा न प्रवर्तनीयम्. अस्य किन्तु कार्यम् अपेक्षितम् एव. तदर्थं च पाणिनिः इदं सूत्रमपि साहौ इति सूत्रं द्वयमपि असित्रवत् अभावात् इति सूत्रस्य अधिकारे स्थापितवान्. अनेन च द्वयोः सूत्रयोः हि इत्यस्य समानाश्रये सति हूजल्भ्यो हयति इत्यस्य दृष्ट्या साहौ इत्यस्य कार्यम् असिद्धं सास् एव दृश्यते. अनेन हूजल्भ्यो हयति इत्यस्य प्रसक्तिः भवति, दि आदेशे च सिद्ध्यति. शादि इति रूपं जायते. इदानीं सस्योः हि सहौ इति सूत्रेण सयोः हि भवति. अनेकचित् सर्वेषु सा स्थाने सा आदेशः. इदानीं ऊजल्गोहति इति सूत्रस्य प्रवर्तनार्थं जल् आवश्यकम् अस्ति. पूर्वं हि पूर्वं हू अथवा जल् वर्णः अस्ति चेत् कार्यं करोति. अतः सकारः नास्ति. अतः साणिनि सास्तादो सकारः नौ सहौ इति सूत्रेण सः गच्छति. अतः अत्र अल्विधिः इति कार्यत्वेन कुजर्भ्यः इति कार्यं कर्तुं शक्यते. इदानीं अलो विधिः इति पञ्चमी चतुपुरुषः दट् मीन्स् हि पूर्वं कार्यं पञ्चमी सकारपरं महोदय सत्यं महोदय सकारात् परं कार्यम् इति कृत्वा सकारात् परं कार्यम् आम् सत्यमेव पूर्वम्. अतः सकारः नास्ति. अतः अत्र कार्यं अल्विधिः इति कार्यं न भवति. अतः एव आशित्रवत्तभावात् इति प्रत्याहारे महोदय प्राणिनः साहौ अनन्तरं भूजल्व्यः इति द्वयोः अशित्रवत् इति बाहे स्थापितवान्. अतः नो चेत् कार्यमेव शादि इति शादि इति रूपमेव न साधयितुं शक्नुमः. यदि अशित्रभाव इति आभ्यकार्ये न सः चेत् शादि इति रूपमेव न साधयितुं शक्नुमः. आभ्यकार्ये सन्ति इति कृत्वा एव यद्यपि सकारस्य लोपः भवति तथापि तद् कार्यं शाहौ कार्यं न पश्यति कुजल्व्यहेति इति कृत्वा शाक् इति एव पश्यति इति कृत्वा कुजल्व्यहे इति कार्यं कृत्वा दि आदेशः भवति शादि इति. धन्यवादः महोदय. अस्तु भगिनि. अत्र अतः अत्र तत् भगिनि भगिनि अतः अत्र अतः अत्र महाभाषा भाष्य टीकावाक्यम् अस्ति. शादित्यत्रापि नित्यत्वात् पूर्वं शाभावः अल्विधिवाक्च द्वित्वे नास्ति स्थानिवद्भावः. एतदस्ति महाभाष्य टीकावाक्यम् अस्ति. वयम् एतावत् पर्यन्तं यत् उक्तवन्तः शासयोगः हि इति किं भगिनि शादि इति अत्र अपि नित्यसूत्रेण नित्यसूत्र कार्यपूर्वे शाभावः इति अस्ति. अल्विधि त्वात् द्वित्वं नास्ति अत्र स्थानिवद् भावः भवति इति. द्वित्वे स्थानिवद्भावः नास्ति इति द्वित्वे नास्ति स्थानिवद्भावः. यत्र पूर्वमेव दृष्टवन्तः खलु वयं यदि शाहौ इति प्रथमं कार्यं करोति यत्र शा आगच्छति शाहौ इति नित्यसूत्रमस्ति. यदि होजल् हेब्दि इति प्रथमम् आयाति चेत् दकारः यत् अस्ति द्वित्वे स्थानिवद्भावः नास्ति. अस्तु भगिनि. तर्हि अग्रे पश्यामः. अग्रे पठति किं भगिनि? अत्र अभावात् वयं जानीमः खलु. अग्रे पश्यतु अन्तिमम्. अन्ततो गत्वा इदमपि ध्येयं केनचित् एतादृश चिन्तनम् अपि भवितुम् अर्हति यत् वस्तुतः तु शाहो इत्यस्य आवश्यकता नास्ति, यतोहि इदं सूत्रं नास्ति चेत् शास् योगः हि हुजल्भ्योहेर्धिः इत्यनेन शास् योगः धि अत्र धि च इत्यनेन सकारलोपः भवति दकारादौ प्रत्ययपरे चकारस्य लोपः शायोगः धि तत्र शाधि इति आगच्छति परन्तु इति त्रिपादिनः धि च इति सूत्रस्य असिद्धत्वं शास इदङ्गलोः इति सूत्रं प्रति दीचि तु शास इदङ्गलोः इति सूत्रं प्रति कार्यं करोति, शास इदं हलोः इत्यनेन शासः उपादायाः इत् स्यात् अङ्गि हलादौ कितिन् किति च तत्तु शिस् आयाति आकारे इकारः आगच्छति शिस् योगः हि यद् अनिष्टं तत्तु अनिष्टम् आगच्छति एतस्य निवारणार्थं शाहौ इत्यस्य आवश्यकता अस्ति, शाहौ इत्यनेन पूर्वं शाहि इति भवति तदा हृजल्भ्योहेर्धि इत्यनेन धित्वम् अनेन इष्टरूपं शाधि सिद्ध्यति. तत्तु भगिनी शाधि एव इष्टरूपम् इति कथं वद भाषा तु प्रथममेव आसीत् खलु, भाषा प्रथममेव आसीत् अनन्तरमेव सूत्राणि आगमिकवान् खलु तदा आचक्य एव तर्हि लोके प्रयोगः आसीत् शादि इति प्रयोगः व्यवहारे तथा आसीत् इति कृत्वा तद् साधयितुं सूत्राणां रचनापि कृतवान् खलु पाणिनिः. तर्हि सूत्रद्वयमपि आसीत् अभियसूत्रे इति कृत्वा अभिय कार्यमपि स्थापितम् एकस्य कार्यम् अन्यत् न पश्यति किमर्थम् इत्युक्ते हि आश्रितं कार्यमस्ति खलु समानाश्रितं कार्यम् एकस्य कार्यम् अन्यत् न पश्यति. अग्रे अस्माकं हलन्तदातवः इति पाठस्य अन्तिमभागः सन्धिकार्यम् इति आसीत् तत्र द्वितीयबिन्दुः अस्ति खलु ततः आरभ्य आं भगिनि. शास् धातो उपधाया हस्व इकारो आदेश भवति हलादि कितिङिति प्रत्यये परे शास् इदङ् हलोः इति सूत्रेण शास् धातो उपधायाः हस्व इकारो आदेश भवति अङ् प्रत्यये हलादि कितिङिति च प्रत्यये परे अङ् प्रत्यये लुङ् लकारे भवति यस्मिन् विद्युस्ता ग्रहणे वार्तिकम् इत्यनेन हलि इत्युक्तौ हलादिप्रत्यये तादृशप्रत्यय यस् आदौ हल् स्यात् इति विशेषणं हल् इत्यस्य अङ् च हल् च अङ् हलौ इतरितरद्वन्द्व तयोः अङ् हलोः शास् षष्ट्यन्तम् इति प्रथमान्तम् अङ् हलोः सप्त्यन्तं त्रिपदं सूत्रम् अनिदितां हल् उपधायां कितिङिति इत्यस्मात् उपधाया कितिङिति इत्यनयो अनुवृत्ति अङ्गस्य इत्यस्य अधिकार अनुवृत्तिसहितसूत्रं शासः अङ्गस्य उपधायाः इति कितिङिति अङ् हलो इति शास् अङ् हलो सूत्रं वदति यदि शास् धातो अस्ति षष्ट्यमन्तम् इति अङ्गस्य अङ् भव धातोः अनन्तरम् अङ्गं भवति तस्य उपधायाम् इत् आदेशः भवति कितिङ् इति वा अङ् हलो इति परे उदाहरणमस्ति शास् योगत तः तः कितिङ् इति भवति अपित्वात् शास् इद् अङ् हलो इति सूत्रेण आकारस्य स्थाने उपधायाम् ईकार आगच्छति सो शिस्तः इति भवति तदनन्तरं सन्धिकार्यम् आगच्छति तस्य सूत्रं भवति शासि वसि घसीनां च शस् वस् घस् इत्येषां धातूनाम् इन् प्रत्याहारोत्तर उत्तरस्य कवर्गीय उत्तरस्य च सकारस्य स्थाने शकारो आदेशः भवति सकारः आदेशस्य प्रत्ययस्य च अवयवः नास्ति इति कारणेन आदेशप्रत्ययो इत्यस्य प्रसक्तिः नास्ति तस्मात् अस्य सूत्रस्य आवश्यकता शासिश्च वसिश्च घसिश्च तेषाम् इतरेतरद्वन्द्वः शासि वसि घसयः तेषां शासि वसि घसीनां शासि वसि घसीनां षष्ट्यन्तं च अव्ययपदं द्विपदम् इदं सूत्रम् अपदान्तस्य मूर्धन्यः इत्यस्मात् मूर्धन्य तस्य अनुवृत्ति इणको इत्यस्य अधिकार अनुवृत्तिसहित सूत्रं शासि वसि घसीनां च मूर्धन्य इणको इति सूत्रं यत् धातु शस् वस् घस् इति धातु अस्ति तस्य पूर्वम् इन् प्रत्याहारस्य कोऽपि वर्ण उपधायाम् अस्ति तद् कवर्गीय एन्को इति कवर्गीय उत्तरस्य सकार अन्ते अस्ति तद् सकारस्य स्थाने शकार आदेशः भवति इति भवति उदाहरणमस्ति शिस् योगतः शासि वसि घसीनां च सकारस्य स्थाने मूर्धन्यशकार आगच्छति तः इति कितिङ् इति प्रत्यय अपित्वात् भवति तदनन्तरं श्नष्टुः इति सूत्रेण तकारस्थाने टकार आगच्छति सो शिष्ट इति भवति शिष्टं भवता धन्यवादः अत्र किमर्थम् अत्र किम् इत्युक्ते सामान्यतया आदेशप्रत्ययः इति सूत्रेण इन्स्कोः यत् वर्णः कृष्णवर्णः अस्ति चेत् तस्मात् परस्य सकारस्य यदि आदेशरूपी सकारः नोति नो चेत् प्रत्ययवयव सकारः अस्ति चेत् तस्य शकारं भवति अत्र तु शाद् इत्यस्मिन् औपदेशिकावस्थायामेव सकारः एव अस्ति आदेशरूपी अपि नास्ति प्रत्ययवयवः अपि नास्ति इति कृते नूतनसूत्रम् अस्ति आं महोदय इदानीं अस्ति सा स्योः अस्ति अत्र किमपि कार्यं न भवति सास्ति इति रूपं भवति अनन्तरं सा स्योः तः तः कित् अस्ति अधः सास् इदं लोहो इति सूत्रेण उपधायः इकारः भवति शिश् योः तः इति अनन्तरं तः शिश् योः तः इदानीं सासि वसि गसीनाम् इति सूत्रेण सकारस्य शकार आदेशः भवति अतः शिश् योः तः शृणास्तु इति सूत्रेण तकारस्य टकारः भवति अतः शिष्टः इति रूपं भवति अनन्तरं बहुवचने अन्ति अस्ति अति अस्ति महोदय न तन्ति अति अस्ति अतः अति भवति सास्योः अति अतः शासति इति रूपं भवति अनन्तरं मध्यमपुरुषे शि अस्ति सास्योः शि अत्र किमपि कार्यं न भवति किमर्थं चेत् इन्वर्णः पूर्वं नास्ति अतः शासि योः शासि इति रूपं भवति अनन्तरं तः सास्योः तः कितिनिति तः अधः सासिदङ्ग्लोः इति सूत्रेण शिश् भवति. अनन्तरं शिष्योः सासि वसि गसीनाम् इति सूत्रेण सकार आदेशः. देन् सुनास्तुः इति सूत्रेण टकारस्य टकार आदेशः द्विविधे टकारः शिष्टः इति रूपं भवति. तदेव बहुवचने टकारः अस्ति शिष्ट इति रूपं. उत्तमपुरुषे मि अस्ति. किमपि कार्यं भवितुमर्हति अत्र सास् भवमि सास्मि इति. अनन्तरं वहामः अत्रापि कित् अस्ति अतः सासिदङ्ग्लोः इति अत्र शिश् भवति. सासि वसि गसीनाम् इति सूत्रेण शकार भवति. अनन्तरं आम् शिश् भवति. अत्र किमपि कार्यमस्ति योगेन शिश् वः इति तदेव शिस् मह इति रूपं भवति. पुष्पा भगिनी लोट्लकार लोट् लोट्लकारे तु तु अस्ति तत्र शास् इदङ्गलोः इत्यनेन शिस् सायाति आकारस्य परिवर्तनं शिस् तत्तु शासि वसि घसीनां च इत्यनेन सकारस्य स्थाने शकारः आगच्छति. अत्र शृणाष्टुः इत्यनेन तकारस्य परिवर्तनं मूर्धन्य तकारः आगच्छति. शिष्टु शिष्टु तत्र तात् अपि शिष्टात् तां शिष्टां सास् पित्वमस्ति अतः तु पित्वमस्ति सास्तु एव रूपं भवति किल. आमां शास्तु भवति केवलं शास्तु नमस्कार धन्यवादः महोदय. शास्तु अत्र शाष्ठां तत् तथैव भगिनि न न तामिति अथवा तामिति शाष्ठां न न अपित् अस्ति इति कृत्वा प्रथमं लिट् अस्ति खलु निद्वद् भवति सार्वधातुकमपि निद्वत् इति कृत्वा शास इदं खलु इत्यनेन आकारस्य स्थाने इकारः आदेशः शिष्टां शिष्टां भगिनि शिष्टां शिष्टात् शिष्टाम् अत्र अतु अस्ति शास् शासतु अतु ही तु इदानीं सर्वे अपि कृतं तत्तु शाही तु शास् शास्तु सकारस्य लोपः तत्तु हि शा हि हुजल्यो हुजल्भ्यो हेतिः इत्यनेन हि स्थाने धकारः धी आगच्छति शाधि इति तिष्ठति. तात् शिष्टात् शिष्टं शिष्टं तकारः आगच्छति शिष्टा. आनि आवा आमा शासानि शास् तत्तु पित् अस्ति शासानि शासाव शासाम. धन्यवादः मम कर्म भगिनि लङ्लकारे शास् इति प्रथमम् अडागम आगच्छति लोङ् लङ् लिङ् शु उदात्त इति सूत्रेण अशास् भवति अशास् हल्याङ्गोभ्या दीर्घाश्रुति स प्रथम हल् इत्यनेन सकारस्य लोपः भवति इदानीम् अशास् इति पदसंज्ञा प्राप्नोति इदानीं झलाञ्च शोन्ति इति प्रभाद्य ससजुषोरु इति प्रभाद्य अपवादेन तिपि अनस्ते इति सूत्रस्य कार्यं भवति सकारस्य स्थाने दकार आदेशो भवति अश्याद् इति भवति तदनन्तरं भावसाने इति सूत्रेण दकारस्य स्थाने तकारस्य द्वे रूपे आगच्छति अशाद् वा अशात् प्रथमपुरुषे द्वितीय वचने भवति अशास् योगतां ताम् इति अपित्वात् किटिङ् इति भवति इदानीं शास् इदं हलो इति सूत्रेण शास् स्थाने इकार आगच्छति सो अशिस् योगताम् इति भवति तदनन्तरं शासि वसि घसीनां च सकारस्य स्थाने मूर्धन्यषकार आगच्छति सो अशिस् योगतां भवति स्नाष्टुः इति सूत्रेण टकार आगच्छति अशिष्टां भवति बहुवचने अन्नस्ति शास् इति चक्षाद्य षट् इति अन्तर्भूते इति अभ्यस्तं संज्ञा प्राप्नोति अतः अधभ्यस्तात् इति सूत्रेण अत् आदेशः भवति सो तत्र अशास् योग अत् अशासत् इति भवति तदनन् क्षम्यतां भगिनि सिज लङ्लकारे सिज्यभ्यस्त विद्धिभ्यश्च इति सूत्रेण झे जूस् इति उहु आदेशः भवति तत्र अन् इति अवस्थायां सो तत्र अभ्यस्तम् इति अभ्यस्तकार्यम् अस्ति अशाहु इति भवति तत्र अशासुः इति भवति मध्यमपुरुषे सकार अस्ति अशास् योग स हल्याङ्गोभ्यदीर्घातसूतिस्य प्रक्तं हल् इत्यनेन तस्य लोपः भवति इदानीं झलाञ्जशौन्ते प्रभाद्य ससृषु प्रभाद्य सिप्पि धातुरु वा इति कार्यं करोति पदान्तस्य सकारस्य स्थाने तत्र सकारस्य स्थाने रु आदेशः भवति असाशरु इति भवति तदनन्तरं खरवसानयोगसर्जनीय इति सूत्रेण रु स्थाने विसर्ग आगच्छति सो अशाः इति भवति विकल्पेन दकार अन्यपक्षे दकार आगच्छति सो अशाद् इति भवति वावसाने अशात् इति भवति त्रीणि रूपाणि सन्ति अशाः अशाद् अशात् इति भवति तम् इति पूर्व किटिङ् इति अस्ति अशास् शास् इदङ्गो हलि इति सूत्रेण अशिस् भवति तदनन्तरं शासि वसि घसीनां च इत्यनेन सकारस्य शिष् भव शक मूर्धन्यषकारः गच्छति सो तदनन्तरं श्नाष्टुः इति सूत्रेण तकारस्य टकारः भवति सो अशिष्टम् अशिष्ट भवति प्रथम पुरुष उत्तमपुरुषे एकवचन उत्तमपुरुषे केवलं वर्णमिलनं भवति अशासं व इति अत्र पुनः कितिङ् इति परे अस्ति, तो शासि दिङ् हलो शासि वसि घसि नाम श्नाष्टुः न केवलं शासङ् दङ्हलो शासु शसि शासि वसि घसि नाम च कार्यं भवति. तो अशाश्व भवति अशाशिव अशाशिमा इति भवति. साधु अशाशिम न अशाशिम कथम् आयति अशाश्व प्रथमं सकार इ आगच्छति शासि दङ्हलो तदनन्तरं शासि वसि घसि नाम इकार आगच्छति. सो अशाशि तत्र शकार मूर्धन अशिष्व अशिष्म इति भवति. धन्यवादिङ्ग् मध्ये सर्वेषु स्थलेषु अपित् इति नीति अतः सास् इदङ्गलोः इति सूत्रं कार्यं कृत्वा बदा इकारः भवति शिश् इति. अनन्तरं सासि वसि गसीनाम् इति सूत्रेण सकारस्य शकार आदेशः अतः शिष्योः यात् शिष्यात् शिष्यातां शिष्युः शिष्याः शिष्यात्तं शिष्यात् शिष्यां शिष्याव शिष्याम इति रूपाणि भवन्ति महोदय. लक्ष्मी भगिनी धन्यवादः भगिनी भवत्याः धन्यवादः धन्यवादः धन्यवादः शुभरात्रिः शुभरात्रिः धन्यवादः.